यावानर्थबुदपाणि सर्वतः सम्प्लुतोदके तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः। यथा लोके कूपतडागादि अनेकस्मिन् उदपानि परिच्छिन्नोदके यावान् यावत्परिमाणः स्नानपानादिः अर्थः फलं प्रयोजनं स सर्वः अर्थः सर्वतः सम्प्लुतोदकेऽपि यः अर्थः तावानेव सम्पद्यते तत्र अन्तर्भवति इत्यर्थः। एवं तावान् तावत्परिमाण एव सम्पद्यते सर्वेषु वेदेषु वेदोक्तेषु कर्मसु यः अर्थः यत्कर्मफलं सः अर्थः ब्राह्मणस्य सन्न्यासिनः परमार्थतत्त्वविजानतः यः अर्थः यद्विज्ञानफलं सर्वतस्मृतोदकस्थानीयं तस्मिन् तावानेव सम्पद्यते तत्रैव अन्तर्भवति इत्यर्थः। यथा कृताय विहिताय धरेयाः संयन्ति यमेनं सर्वं तदपि समेति यत्किञ्चित् प्रजाः साधु कुर्वन्ति यस्तद्वेद यत्स वेद इति श्रुते सर्वं कर्माखिलम् इति च वक्ष्यति। तस्मात् प्राज्ञान्निष्ठाधिकारप्राप्तेः कर्मणि अधिकृतेन कूपतडागादि अर्थस्थानीयमपि कर्म कर्तव्यम्। तव च कर्मण्येवाधिकारस्ति मा फलेषु कदाचन मा कर्मफलहेतुर्भूः मा ते सङ्गोस्त्वकर्मणि। कर्मणि एव अधिकारः न ज्ञाननिष्ठायां ते तव। तत्र च कर्म कुरुतः मा फलेषु अधिकारः अस्तु कर्मफलतृष्णा मा भूत् कदाचन कस्याञ्चिदपि अवस्थायाम् इत्युक्ते यदा कर्मफले तृष्णा ते स्यात् तदा कर्मफलप्राप्तेः हेतुः स्यात् एवं मा कर्मफलहेतुः भूः। यदा हि कर्मफलतृष्णा प्रयुक्तः कर्मणि प्रवर्तते तदा कर्मफलस्यैव जन्मनो हेतुर्भवेत्। यदि कर्मफलं नेष्यते किं कर्मणा दुःखरूपेण इति मा ते तव सङ्गः अस्तु अकर्मणि अकर्णे प्रीतिः मा भूत्। यदि कर्मफलप्रयुक्तेन न कर्तव्यं कर्म कथं तर्हि कर्तव्यमिति उच्यते योगस्तः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय सिद्ध्योस्समो भूत्वा समत्वं योग उच्यते। योगस्तस्सन् कुरु कर्माणि केवलम् ईश्वरार्थं तत्रापि ईश्वरो मे तुष्यतु इति सङ्गं त्यक्त्वा धनञ्जय। फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञानप्राप्तिलक्षणसिद्धिः तद्विपर्ययजा असिद्धिः तयोः सिद्ध्यसिद्ध्योः अपि समः तुल्यः भूत्वा कुरु कर्म। कोऽसौ योगः यत्र स्थः कुरु इति उक्तम् इदमेव तन् सिद्ध्यसिद्ध्योः समत्वं योगः उच्यते। यत्पुनः समत्वबुद्धियुक्तम् ईश्वराराधनार्थं कर्म उक्तम् एतस्मात् कर्मणः दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय बुद्धौ शरणमन्विच्छन् कृपणः पदहेतवः। दूरेण अतिविप्रकर्षेण अत्यन्तमेव हि अवरम् अधमं निकृष्टं कर्म फलार्थिना क्रियमाणं बुद्धियोगात् समत्वबुद्धियुक्तात् कर्मणः जन्ममरणादिहेतुत्वात्। हे धनञ्जय यतः एवं ततः योगविषयायां बुद्धौ तत्परिपाकजायां वा साङ्ख्यबुद्धौ शरणम् आश्रयम् अभयप्राप्तिकारणम् अन्विच्य प्रार्थयस्व परमार्थज्ञानशरणो भव इत्यर्थः। यतः अवरं कर्म कुर्वाणाः कृपणाः दीनाः फलहेतवः फलतृष्णाप्रयुक्ताः सन्तः यो वा एतदक्षङ्गार्ग्य विदित्वा अस्मान् लोकात् प्रैति स कृपणः इति श्रुतेः। समत्वबुद्धियुक्तः सन् स्वधर्मम् अनुतिष्ठन् यत्फलं प्राप्नोति तत्क्षणं बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम्। बुद्धियुक्तः कर्मसमत्वविषय्या बुद्ध्या युक्तः बुद्धियुक्तः सः जहाति परित्यजति इह अस्मिन् लोके उभे सुकृतदुष्कृते पुण्यफलति सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यतः तस्मात् समत्वबुद्धियोगा युज्यस्व घटस्व योगो हि कर्मसु कौशलम् स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिः ईश्वरार्पितचेतस्तया तत्कौशलं कुशलभावः तद्धि कौशलं यत् बन्धनस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावात् निवर्तन्ते तस्मात् समत्वबुद्धियुक्तो भवात्मा यस्मान् कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् कर्मजं फलं त्यक्त्वा इति विवहितेन सम्बन्धः इष्टानिष्टदेहप्राप्तिः कर्मजं फलं कर्मभ्यो जातं बुद्धियुक्तः समत्वबुद्धियुक्ताः सन्तः हि यस्मात् फलं त्यक्त्वा परित्यज्य मनीषिणः ज्ञानिनो भूत्वा जन्मबन्धविनिर्मुक्ताः जन्म एव बन्धः जन्मबन्धः तेन विनिर्मुक्ताः जीवन्त एव जन्मबन्धातो विनिर्मुक्ताः सन्तः पदं परमं विष्णोः मोक्षाक्षं गच्छन्ति अनामयं सर्वोपद्रवरहितम् इत्यर्थः अथवा बुद्धियोगात् धनञ्जय इत्यारभ्य परमार्थदर्शनलक्षणा एव सर्वतः संप्रोदकस्थानीय कर्मयोगजसत्त्वशुद्धिजनिता बुद्धिः दर्श्यते साक्षात् सुकृतदुष्कृतप्रहाणादिहेतुपश्रवणम् योगानुष्ठानजनितसत्त्वशुद्धिजा बुद्धिः कदा प्राप्स्यते इत्युच्यते यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति तदा गन्तासि निर्भेदं श्रोतव्यस्य श्रुतस्य च यदा यस्मिन् काले ते तव मोहकलिलं मोहात्मकम् अविवेकरूपं कालुष्यं येन आत्मानात्मविवेकबोधं कलुषीकृत्य विषयं प्रति अन्तःकरणं प्रवर्तते तत्तव बुद्धिः व्यतिरिष्यति व्यतिक्रमिष्यति अतिशुद्धभावम् आपत्स्यते इत्यर्थः तदा तस्मिन् काले गन्तासि प्राप्स्यसि निर्वेदं वैराग्यं श्रोतव्यस्य श्रुतस्य च तदा श्रोतव्यं श्रुतं च ते निष्फलं प्रतिवाति इत्यभिप्रायः मोहकलिल अत्ययद्वारेण लब्धात्मविवेकजप्रज्ञः कदा कर्मयोगजं फलं परमार्थयोगम् अवाप्स्यामि इति चेत् तच्छृणु श्रुति विप्रतिपन्नाते यदास्तास्यति निश्चल समाधौ अचला बुद्धिः तदा योगमवाप्स्यसि श्रुतिविप्रतिपन्न अनेकसाध्यसाधनसम्बन्धप्रकाशनरुचिभिः श्रवणैः प्रवृत्तिनिवृत्तिलक्षणैः विप्रतिपन्न नानाप्रतिपन्ना विक्षिप्ता सति ते तव बुद्धिः यदा यस्मिन् काले स्थास्यति स्थिरीभूता भविष्यति निश्चल विक्षेपचरणवर्जिता सति समाधौ समाधि इति चित्तम् अस्मिन् समाधिः आत्मा तस्मिन् आत्मनि इत्येतत् अचल तत्रापि विकल्पवर्जिता इत्येतत् बुद्धिः अन्तःकरणं तदा तस्मिन् काले योगम् अवाप्स्यति विवेकप्रज्ञां समाधिं प्राप्स्यति प्रश्नबीजं प्रतिलभ्य अर्जुन उवाच लब्धसमाधिप्रज्ञस्य लक्षणबुभुत्सय अर्जुन उवाच स्थितप्रज्ञस्य का भाष समाधिस्तस्य केशवं स्थितधिः किं प्रभाषेत किमासीतौ रजेत किम् स्थित प्रतिष्ठित अहमस्मि परं ब्रह्म इति प्रज्ञा यस्य सः स्थितप्रज्ञा तस्य स्थितप्रज्ञस्य का भाषा किं भाषणं वचनं कथम् असौ परैः भाषते समाधिस्थस्य समाधौ स्थितस्य एकेशव स्थितदीः स्थितप्रज्ञः स्वयं वा किं प्रभाषेत किम् आसीत व्रजेत किम् आसनं व्रजनं वा तस्य कथम् इत्यर्थः स्थितप्रज्ञस्य लक्षणम् अनेन श्लोकेन पृच्छ्यते यो हि आदित एव सन्न्यस्य कर्माणि ज्ञानयोगनिष्ठायां प्रवृत्तः यश्च कर्मयोगेन तयोः प्रजहातीत्यारभ्य आध्यायपरिसमाप्तेः स्थितप्रज्ञलक्षणं साधनं च उपदिश्यते. सर्वत्रैव हि अध्यात्मशास्त्रे कृतार्थलक्षणानि यानि तान्येव साधनानि उपदिश्यन्ते यत्नसाध्यत्वात्. यानि यत्नसाध्यानि साधनानि लक्षणानि च भवन्ति तानि श्रीभगवानुवाच